सिद्धं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। दृतावसाने नटराजराजो ननादढक्कां नवपञ्चवारम् उद्धर्तुकामः सनकादिसिद्धात् एतद्विमर्शे शिवसूत्रजालम्। ॐ श्री गुरुभ्यो नमः। ॐ श्री सरस्वत्यै नमः। सर्वेभ्यो नमस्कारः। अस्तु इतः पर्यन्तं वयं सर्वे अत्र किं दृष्टवन्तः चेत् अनन्तरस्य विधिः वा प्रतिषेधो वा अनन्तरस्य अनन्तरं यत् सूत्रम् आगत्य कार्यं करोति तत् विधिः वा प्रतिषेधो वा विधिः अस्ति वा प्रतिषेधः अत्र यत्र प्रसक्तिः भवति तत् समये अत्र प्रतिषेधः भवति वा इति वयं दृष्टवन्तः। अनन्तरं मध्ये अपवादाः पूर्वाणि विधीन् बाधन्ते न उत्तरान्। मध्ये अपवादाः एतत् एव वयं दृष्टवन्तः पूर्ववर्गे गतवर्गे अत्र मध्ये यत् सूत्रम् आगत्य कार्यं करोति एतत् सूत्रम् एकनिमिषम् अत्र अस्तु इदानीमत्र किमस्ति चेत् मध्ये किमपि सूत्रम् आगत्य कार्यं करोति चेत् अत्र पूर्वान् विधीन् एव बाधन्ते न उत्तरान् इति वयं दृष्टवन्तः। पुरस्ताद् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान्। पुरस्तात् पुरस्तं पुरस्तात् इत्युक्ते किम्? पुरः इत्युक्ते किं कोऽपि वक्तुं शक्यते वा? पुरः इत्युक्ते किं? पुरतः, पृष्ठतः, बहिः, एतत् सर्वाणि अव्ययानि पदमस्ति खलु? हा उत्तमं। पुरस्तात् इत्युक्ते इन् फ्रण्ट् आफ्। पुरस्तात् अपवादाः एकनिमिषम् अत्र अस्तु पुरस्तात् पुरः इत्युक्ते अस्माकं पुरतः यत् तिष्ठति एतदेव. इदानीम् एतत् सूत्रं किं वदति चेत् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते. अनन्तरम् इत्युक्ते अग्रे यत् आगच्छति अनन्तरान् विधीन् बाधन्ते न उत्तरान् इत्युक्ते पुरस्तात् एकं सूत्रमस्ति अनन्तरम् एकं सूत्रम् आगच्छति अनन्तरम् उत्तरसूत्रं किमपि भवति. एतत् विषये एव अत्र पाठः चलन्ति. इदानीं शान्ता पठतु. पठितुं शक्यते वा? आम्. पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति परिभाषायाः अर्थः. सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि अव्यवहितानि सामानि अस्त्राणि एव बाधन्ते न तु सामान्यशास्त्राणि. सामान्यशास्त्राणि एव बाध्यते न तु व्यवहितानि. यथा सूत्रपाठक्रमे एत्येधत् ऊटस्तु इति विशेषशास्त्रं तद् व्यवहितसामान्यशास्त्रम् एङि पररूपम् अतः तदेव बाधते न तु व्यवहितम् ओमाङ्गोश्च इति पररूपम्. अत्र सूत्रं द्वे स्तः अत्रैव तत्र दत्तं. किं सूत्रम् अत्रैव दत्तं कोऽपि वक्तुं शक्यते वा? एकमस्ति सामान्यसूत्रम्, अन्यमस्ति अन्यः अस्ति विशेषसूत्रम्. अतः सूत्रं द्वयम् अत्र भवति. पुरस्तात् अपवादाः अनन्तरान् विधीन् एव बाधन्ते न उत्तरान् इत्युक्ते सूत्रपाठक्रमे पूर्वं पठितानि विशेषशास्त्राणि स्व अव्यवस्थानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि. व्यवहितानि इत्युक्ते किम्? अत्र यत् तिष्ठति विवधानम् अस्ति. अत्र विवधानम् इत्युक्ते किम्? अत्र पश्यतु कोशान्वेषः. व्यवहितम् व्यवहितं वियोगः अवयोगः दा इति धातुः सापृतिम्. अत्र व्यवधानम् इत्युक्ते अत्र तिष्ठति, पूर्वमेव तिष्ठति, प्लेस्ड् सेपरेटेड् बै एनिथिङ्ग् इण्टर्वीनिङ्ग्. सो इण्टरप्टेड् स्टाप्ड् अब्स्ट्रक्टेड् नाट् इमिडियेट्लि कनेक्टेड् नाट् इमिडियेट्लि कनेक्टेड्. अत्र एतत् परिभाषासूत्रमस्ति. इदानीम् अत्र वादन्ते न तु व्यवस्थानि. यत् यत् व्यवस्थानि विवहितानि यथा सूत्रपाठक्रमे एत् एतत् युत्सु इति सूत्रं स्वीकुर्मः चेत् एतत् विशेषसूत्रम्. अनन्तरम् अत्र तद् अव्यविहितस्य अव्यविहित सामान्यसूत्रम् एङ्गीपररूपम् इति सामान्यसूत्रमस्ति. एङ्गीपररूपं सूत्रमिति परसूत्रमस्ति. अत्र 6194 एत् एतत् युत्सु इति 89 पूर्वसूत्रमस्ति. पूर्वसूत्रमपि अस्ति. एतत् एतत् युत्सु इति विशेषसूत्रमस्ति. एङ्गीपररूपम् इति साधारणसूत्रमस्ति. अतः तदेव बाधते न तु व्यवहितम् ओमाङ्गच इति सूत्रम्. अत्र इण्टरप्टेड् इदानीमेव वयं दृष्टवन्तः किम् अस्ति अत्र सेपरेटेड् बै एनिथिङ्ग् न तु इण्टरप्टेड् स्टाप्ड् अब्स्ट्रक्टेड् कन्सील्ड् नाट् इमीडियट्लि कनेक्टेड् यत् वयं सूत्रं स्वीकुर्मः व्यवहितम् इत्युक्ते इमीडियट्लि नाट् कनेक्टेड् अतः तत्र तदेव बाधते न तु व्यवहितम् ओमाङ्गोच इति पररूपम् पररूपम् अत्र किमस्ति चेत् वयं पूर्वं दृष्टवन्तः पूर्वरूपं पररूपम् इत्युक्ते अत्र पररूपमेव आगत्य कार्यं करोति इति एतत् उदाहरणं समीचीनतया गतवर्गे अपि मया उक्तमेव शान्ता एतत् विषये प्रश्नः पृच्छति एव तत् सूत्रं किं शान्ता चिन्तम् अहं करोमि ददामि न इदानीं तिष्ठतु अत्र सवर्णदीर्घः सन्धि इति वयं दृष्टवन्तः सन्धिः इति वयं दृष्टवन्तः तत् समये एतत् सूत्रम् आगत्य परवर्णः एव अत्र बलवत् भवति परवर्णः कार्यं करोति इति मया उक्तम् एतत् सूत्रं किं कोऽपि भवती एव पृष्टवती गतवर्गे परिचयवर्गे अतो गुणे पररूपमेव अतः एव पठन्ति एव भवति पाठन्ति इति न भवति इति मया उक्तं तदेव अत्रापि व्यवहितम् इति ओमाङ्गोच इति पररूपम् अतः तदेव बाधते एङ्गि पररूपम् एव बाधते एत् एतत् युत्सु इति वृद्धिसूत्रम् अनन्तरम् अत्र विशेषसूत्रम् एतत् विषये अग्रे आगच्छति एव किमपि क्लेशः नास्ति एतत् स्पष्टीकरणार्थं पुनरपि इदानीं यदा वयं दृष्टवन्तः मध्ये अपवादाः पूर्वमेव पूर्वसूत्रमेव बाधन्ति न उत्तराणि इति वयं बहवः विषये अत्र किमस्ति अत्र नासिक उदर एतत् वयं दृष्टवन्तः तदेव अत्र एतत् एतत् युत्सु एङ्गि पररूपं वृद्धिरेचि ओमाङ्ग च इति चत्वारः सूत्राणि आगत्य अत्र कार्यं करोति एव इदानीम् एतत् युत्सु इति विशेषसूत्रं मनसि स्थापयतु अनन्तरम् एङ्गि पररूपम् इति साधारणसूत्रम् साधारणसूत्रमेव अत्र बाधन्ते तदेव बाधन्ते न तु व्यवहितम् ओमाङ्गोच इति पररूपम् ओमाङ्गोच इति पररूपम् अत्र न बाधन्ते इति तत्र दत्तम् अत्र विशेषसूत्रं किं साधारणसूत्रं किम् इति वयं कथं जानीमः इत्युक्ते अत्र इदानीं दत्तवन्तः खलु एत् एतत् युत्सु इति विशेषसूत्रम् अत्र पाणिनिना तत्र दत्तम् एतत् किमपि एङ्गि पररूपम् इति साधारणसूत्रम् इत्युक्ते साधारणसूत्रमेव वयं दृष्टवन्तः साधारणसूत्रं सवर्णदीर्घ सन्ति इदानीम् अत्र किमपि विशेषसूत्रम् आगत्य कार्यं करोति एतत् अग्रे आगच्छति विशेषसूत्रं किं साधारणसूत्रं किम् अत्र सूत्रक्रमः आगत्य कार्यं करोति अत्र पश्यतु सूत्रक्रमः वृद्धिरेचि एत् एतत् युत्सु अत्र किम् अस्ति एत् एतत् युत्सु इति विशेषसूत्रम् इदानीं वयं दृष्टवन्तः एङ्गि पररूपम् इति साधारणसूत्रम् इदानीमेव दत्तवन्तः ओमाङ्गोच्च इति एतत् सूत्रं न बाधन्ते एङ्गि पररूपम् एव बाधन्ते इति वयं दृष्टवन्तः इदानीमेव परिच्छेदे एतत् स्पष्टीकरणार्थम् अग्रे आगच्छति चिन्ता मास्तु अस्तु इदानीमत्र उदाहरणरूपेण अग्रे अस्ति अत्र गोधमल् पठितुं शक्यते वा किमपि न श्रूयते. ओ अञ्जना पठितुं शक्यते वा? आम् पठतु. अवयोगः आयोगः इः इति स्थितिः. इन् इन् गतो इति धातुः धातः लोट् लकारे मध्यपुरुषे एकवचने हि इति प्रत्ययं योजयित्वा इति इहि इति रूपं लभ्यते. महाभाष्ये उक्तम् अस्ति यत् यत् धातु पसर्गयोः आयोगः इन् योगः इ अन्तरङ्गत्वात् आयोगः इहि इति प्रथमं कार्यं करणीयम्. आयोगः इहि इत्यत्र आङ् उपसर्गस्य इहि इत्यस्य इकारेण सह आदिगुणः इत्यनेन सूत्रेण गुणैकादेशे कृते एहि इति रूपं प्राप्यते. अवयोगः एहि इति लभ्यम्. अवयोगः एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि. अत्र सूत्रक्रमः एवम् असति अस्ति एवं मसति. अत्र मकारः उत्तरवर्ति आकारः अतः एवम् एवं सति एवं सति. अस्तु इदानीम् अवयोगः आयोगः इहि एव. अत्र इहि इति कथम् आगच्छति? इङ्गतौ धातु इति अस्ति खलु, इङ्गतौ धातु. अत्र वयं दृष्टवन्तः इङ्गतौ धातु, पूर्वं दृष्टवन्तः. अत्र स्मरणं भवन्ति वा इति अहं न जानामि. इङ्गतौ धातुः इत्येव एहि इति भवति. एति इतः यन्ति. अत्र पश्यतु इन् एव भुवादिगण्यधातुः, वर्तमाने लट् शेषात् कर्तरिपरम् इति अस्ति. अत्र कर्तरिपरस्मैपदं तिप्तस्जि एतत् स्वीकुर्मः. अनन्तरं शपु मध्ये आकारगति श्रुति, परन्तु अत्र अधिप्रभृत्तिभ्यः शपः. एतत्तु किमस्ति? अदादिगणीयधातुः. अदादिगणीयधातुः अत्र लुक् एव भवति. अत्र किमपि अत्र विकर्णप्रत्ययं नास्ति. अतः अधिप्रभृत्तिभ्यः शपः इति सूत्रम् आगच्छति. तत् सूत्रं तु कर्तरि शप् प्रबाद्य, मया पूर्वमेव उक्तं कर्तरि शप् इति प्रबाद्य जुहोत्यादिगणे, दिवादिगणे, अनन्तरम् अदादिगणः, स्वादिगणः, सुधादिगणः, तनादिगणः, त्रयादिगणः, एतत् सर्वाणि अत्र कर्तरि शप् बाधित्वा एव अन्य कोऽपि विकरणप्रत्ययम् आगत्य कार्यं करोति इति मया पूर्वम् उक्तम्. इदानीम् अत्र अधिप्रभृत्तिभ्यः शपः इति आगत्य अत्र कर्तरि शप् बाधित्वा इदानीम् ई योगगति अस्ति. अत्र ई इति अस्ति, अत्र गुणकार्यं भवति, अतः ये भवति. सार्वधातुक अर्धधातुकयोः इत्यनेन एति इति भवति. इदानीमत्र इहि इति लोट् लकारे पश्यतु, इहि इति भवति. इहि अत्र मध्यमपुरुषे एकवचनं सि एव खलु, तिप्तस्ति तिप्तस्त सि एव सि. इदानीं हि इति परिवर्तनं भवति. केन सूत्रेण? मया पूर्वम् उक्तं सेर्यपिच्च पिच् अस्ति. अत्र सेर्यपिच्च इत्यनेन सि इति स्थाने हि भवति. अत्र अत्र सुब्रह्मण्यन् अत्र चित्रं स्वीकरोतु, अनन्तरं ग्रूप् मध्ये प्रेषयतु. सा ई योगः हि अस्ति. सेर्यपिच्च इत्यनेनैव सि स्थाने सि आगत्य इहि इति भवति. मध्यमपुरुषे एकवचनम्. इदानीम् अत्र पश्यतु इङ्गतौ धातुतः धातुतः लोट्लकारे मध्यमपुरुषे एकवचने हि इति प्रत्ययं योजयित्वा इहि इति रूपं लभ्यते. इदानीं मया सूचितमत्र महाभाष्ये उक्तम् अस्ति यत् धातु उपसर्गयोः, धातुः अस्ति अनन्तरम् उपसर्गमपि अस्ति. इदानीं धातु अत्र इन् गतौ धातु एव, आ इति अत्र किम् अस्ति, आ इति किम् अस्ति अत्र, वदतु, श्रूयते खलु? शान्त, अञ्जना, अस्ति खलु सर्वे? आ इत्युक्ते किम् अत्र, इदानीमेव मया उक्तं खलु, धातु उपसर्गयोः, धातु उपसर्गयोः इन् इति धातु अस्ति चेत् आ इति किम् उपसर्गम्? हा उपसर्गम्, उपसर्गं द्वादश सन्ति खलु उपसर्गः, प्रादयः, आ अव अति पर, एतत् सर्वाणि उपसर्गाणि सन्ति. जानन्ति वा न जानन्ति वा? जानीमः, जानन्ति खलु. प्रादयः प्रादयः अत्र द्रष्टुं शक्यते खलु किं किम् अस्ति? शान्ता एव पठतु, अञ्जना पठतु. अन्म्यूट्ले पठन्ति किल, सोरि. प्र, पर, अप, सम, अनु, अव, निस्, निर्, दुस्, दुर्, वि, अपि, अधि, अपि, अति, सु, उद्, अभि, प्रति. एतत् किम् उपसर्गाणि? न, मया अत्र आम् इति सूचितं खलु, आङ्ग् नकारः इति भवति, अत्र किं तिष्ठति? आ एव तिष्ठति. आ एव तिष्ठति. आ इदानीं किम् उपसर्गः? हा उपसर्गः. एतत् सर्वे जानन्ति एव. किमर्थम् अत्र मौनं साधितम्? अत्र प्र, पर, अप, सम, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्ग्, नि, अधि, अपि, अति, अधि, अपि, अति, सु, उद्, अभि, प्रति, परि, उप, एतत् सर्वाणि उपसर्गाणि भवन्ति. इदानीमत्र किमस्ति चेत् धातु उपसर्गयोः, अत्र अञ्जना पश्यतु, धातु इति ह्रस्वम् अस्ति, उपसर्ग इति उ अपि अस्ति. धातु उपसर्गयोः इति अत्र पठितुं किमर्थम् अत्र क्लेशः आसीत् भवत्याः कृते? धातु इति ह्रस्वं भवति, उपसर्गम् इति अत्र ह्रस्व उकारः, ह्रस्व उकारः, ह्रस्व उकारः मेलनेन किम् अभवत् अत्र अञ्जना? हा दीर्घ ऊकारः, अतः तत्र धातूपसर्गयोः. पठतु अत्र धातु उपसर्गयोः. एतदेव अत्र विग्रहं कृतं चेत् धातु अनन्तरम् उपसर्गयोः, धातूपसर्गयोः. अत्र इन् इति धातु अस्ति, इन् गतौ धातुः इदानीमेव मया सूचितम् अत्र. आ इति उपसर्गमस्ति. इदानीं तत्र किं भवति? महाभाष्ये, महाभाष्ये केन विरचितं? कोऽपि? बहुवारं मया उक्तमेव, उपसर्गः भाष्यकारं वररुचिं वररुचिं पतञ्जलिः उत्तमं पतञ्जलिः एव पतञ्जलिः एव भाष्यकारं पतञ्जलिम् इल्या किम् अत्र सूत्रमस्ति एतत् कारिका वररुचिं भाष्यक वृत्तिकारः एव वररुचिः भाष्यकारः पतञ्जलिः महाभाष्ये उक्तमस्ति यत् धातु उपसर्गयोः आ इति उपसर्गमस्ति इन् तु धातु अस्ति हि इति ति स्थाने सेर्यपिच्च इति स्थाने ति स्थाने हि भवति सेर्यपिच्च इत्यनेन मया इदानीं सूचितम् अत्र अन्तरङ्गत्वात् आयि इति प्रथमं कार्यं करणीयम् अन्तरङ्गम् अत्र अस्ति धातु उपसर्गयोः इति अत्र यत्र भवति धातुः प्रथमम् आङ् इति उपसर्गम् अनन्तरं हि इङ्गतो धातु अस्ति चेत् अत्र अन्तरङ्गं बहिरङ्गम् इति पूर्वं मया दृष्टवा सूचितमेव पूर्वपर नित्य वक्तुं शक्यते वा उत्तमं नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः एतत् कण्ठस्थीकरणमेव इदानीमत्र अन्तरङ्गमस्ति अन्तरङ्गं बहिरङ्गम् आ योगः इन् योगः इ इति अन्तरङ्गत्वात् अत्र मनसि स्थापयतु अन्तरङ्गं किम् इति उदाहरणरूपेण वयं द्रष्टुं शक्यते एव आ योगः इन् योगः इ अन्तरङ्गत्वात् आ योगः इः भवति सि स्थाने सेर्यपिच्च इत्यनेन सि स्थाने इः एव भवति इदानीम् आ योगः इः इति प्रथमं कार्यं करणीयम् आ योगः इति इः इत्यत्र आङ् उपसर्गस्य इः इत्यस्य इकारेण सह आद्गुणः आ इति अस्ति इः इति किम् अस्ति इकारः अस्ति आ योगः इकारः ये ये भवति इदानीमत्र ये हि इति भवति इति रूपं प्राप्यते अवयोगः ये हि इदानीं लब्धम् अवयोगः ये हि इदानीं लब्धम् इः नास्ति आयोगः ई मेलनेन आद्गुणः इति सूत्रेण ये हि भवति अतः अव ये हि इति लब्धम् अवयोगः ये हि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि अत्र सूत्रक्रमः एवम् अस्ति एवं सति अत्र अवयोगः ये हि इति सूत्रं किं किम् आगत्य कार्यं करोति इति वयं द्रष्टुं शक्यते एव इदानीम् अत्र गोदमाल् पठितुं शक्यते वा गोदमाल् अस्तु सुब्रह्मण्यन् अव एव देहि न अत्र सूत्रक्रमः सूत्रार्थः सम्बन्धः किम् इति पठतु सूत्रकर्मः सूत्रार्थः सम्बन्धः वृद्धिरेचि अवर्णात् एज् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धि एकादेशः भवति अत अत्र योगः एव अत्रैव इदानीम् अत्र एतत् उत्सर्गं सूत्रमस्ति उत्सर्गम् इत्युक्ते किं मया पूर्वम् उक्तमेव उत्सर्गम् इत्युक्ते किं म्यूट् करोतु अनिल् महोदय धन्यवादः उत्सर्गम् इत्युक्ते किम् एतदपि साधारण किमस्ति अत्र सुब्रह्मण्यन् महोदय कृपया म्यूट् करोतु अस्तु इदानीं पश्यतु अनिल् महोदय इदानीं पश्य एतत् पठतु अत्र अवयोग आयोग इः इति स्थितिः इण् गतौ इति धातुतः लोट्लकारे मध्यपुरुषे एकवचने हि इति प्रत्ययं योजित्वा इहि इति रूपं लभ्यते। महाभाष्ये उक्तम् अस्ति यत् धातु उपसर्गयोः आ इण् इहि अन्तरङ्गत्वात् आ योग इहि इति प्रथमं कार्यं करणीयम्। आ योग इहि इत्यत्र आङ् उपसर्गस्य इहि इत्यस्य इकारेण सह आद्गुणः इत्यनेन सूत्रेण गुणैकादेश गुणैकादेशे कृते एहि इति रूपं प्राप्यते, अवयोग एहि इति लब्धम्। आयोग इहि हलो भवान् जानाति एव आयोगः इ मेलनेन किं भवति, ए भवति खलु। आमाम् आ गुणसन्धिः भूत्वा आं महोदय खलु। इदानीमत्र आयोगः ई योगः मेलनेन एहि इति भवति। इदानीमत्र मध्यमपुरुषे एकवचने किमर्थम् अत्र हि इति आगच्छति चेत् अत्र पश्यतु सि इत्येव अस्ति खलु, तिप्तस्जि तिप्तस्त इति एव भवति। अत्र सि इति अस्ति चेर्यपि च इति सूत्रेण एव सि स्थाने हि भवति। अत्र पश्यतु महोदय अहं न ध्वनि न आगच्छति, किमपि सन्देहः अस्ति वा? न न महोदय, सी स्थाने एव हि भवति, अतः तत्र क्लेशः नास्ति। एतत् सूत्रमस्ति, सूत्रमेव सूत्रेण एव अत्र दत्तम्। अधिप्रभृतिभ्यः शपः कर्तरि शप् बाधित्वा एव अत्र जुहोत्यादिगणे अदादिगणे दिवादिगणे स्वादिगणे तनादिगणे सुदादिगणे रुदादिगणे त्रयादिगणे सर्वत्र कर्तरि शप् बाधित्वा एव अन्ये विकरणप्रत्ययम् आगत्य कार्यं करोति। इदानीम् अत्र अधिप्रभृतिभ्यः अधिप्रभृतिभ्यः शपः इति बाधित्वा कर्तरि शप् बाधित्वा इदानीम् अत्र सि इति अस्ति मध्यमपुरुषे एकवचनं, परन्तु अत्र चेरपि इति सूत्रेण एव सि स्थाने हि भवति। इदानीम् इहि भवति, इहि भवति आयोगः इहि, आ योगः इ मेलनेन ये भवति, अतः एव इहि एहि इति भवति। इतः पर्यन्तं किमपि क्लेशः अस्ति वा, कोऽपि क्लेशः अस्ति वा इतः पर्यन्तम्? नास्ति। इदानीम् अत्र पश्यतु विरुद्धरेचि इति भवति, विरुद्धरेचि सर्वे जानन्ति एव, अत्र विरुद्धिः भवति आ ए ओ इति अत्र आगत्य परतः परवर्णः अस्ति चेत् एतत् मेलनं कृत्वा अत्र विरुद्धिः भवति इति वयं दृष्टवन्तः। आवर्णात् एच् वर्णे परे संहितायां समीपे यत् अस्ति पूर्वपरयोः एकः वृद्धिः एकादेशः भवति इति वयं जानीमः। अत्र इति वयं उदाहरणरूपेण स्वीकुर्मः चेत् अत्र त्र अत्र त्र इति अस्ति खलु, अत्र त्र इति किमस्ति, अत्र अकारान्त प्रतिष्ठति। इदानीम् अकारे एकारमेलनेन किं भवति, वृद्धिः भवति इति एव वृद्धिरेच सूचयति। अतः अत्र योगः एव अत्रैव इति साधारणसूत्रं स्मरणं भवन्तु, अत्र स्मरन्तु उत्सर्गम् इत्युक्ते साधारणं साधारणसूत्रम्। इदानीम् अत्र गोदामल् पठितुं शक्यते वा? गोदामल् अस्ति वा? एकवेलम् पठितुं शक्यते वा? नास्ति चेत् अत्र शान्ता पठितु पठतु. एत्येतत्सु अवर्णात् इन् धातोः एद् धातोः च एच् वर्णे परे तथा ऊट् शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धिः एकादेशः भवति. उपयोगः एति उपैति. इदं सूत्रम् एङ्गि पररूपम् इत्यस्य अपवादः. इदानीमत्र एङ्गि पररूपम् इति अग्रिमसूत्रमस्ति. एङ्गि पररूपं 6194 अस्ति. अत्र एत् एतत् युत्सु इति अत्र 6189 अस्ति. एङ्गि पररूपम् इति परसूत्रमस्ति. वयं जानीमः पूर्वसूत्रात् परसूत्रम् अस्ति चेत् अत्र पूर्वसूत्रात् परसूत्रं बलवत् भवति इति वयं जानीमः. अतः तत्र इदं सूत्रं विर्दिरेचि इत्यस्य अपवादः. इदानीं पश्यतु, इदं सूत्रम् एङ्गि पररूपम् इत्यस्य अपवादः इति विर्दिरेचि इति 88 अस्ति. एतत् एतत् युत्सु इति परसूत्रम् अस्ति. पूर्वसूत्रात् परसूत्रं बलवत् भवति इति परिभाषया वयं शक्नुमः अत्र वक्तुं शक्नुमः एव. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः. अत्र अतः तत्र 89 इति उत्तरसूत्रमस्ति, 88 इति पूर्वसूत्रमस्ति. इदानीमपि आवर्णात् इन् धातोः इङ्गतौ धातोः एद् धातोः च एच् वर्णे परे. एच् वर्णः किं किम् अस्ति? ए ऐ ओ औ इति अस्ति खलु. ऐ उन् ए ऐ उन् अत्र अनन्तरं लु लुक् ए ओङ् ऐ औच् ए ओङ् ऐ औच् हयवरट् इति अस्ति. तत्र एच् वर्णे परे तथा ऊट् इति शब्दे परे संहितायां पूर्वपरयोः एकः वृद्धिः भवति. एतत् सूत्रमपि वृद्धिसूत्रमेव. वृद्धिरेचि अपि वृद्धिसूत्रमेव. क्लेशः मास्तु, अत्र उदाहरणरूपेण दत्तमेव यत्र यत् भवति इति. इदानीम् उप इति अस्ति, पकार उत्तरवर्ति किम् अस्ति? अकारः. उत्तमम्. अकारयोगः एकारमेलनेन इदानीम् आदुगुणः इति वायुः एव अत्र ऐकारः भवति. अतः उपयोगः अकार एकारमेलनेन ऐ भवति. अतः एव उप इति भवति. इदानीम् इदं सूत्रम् एङ्गीपररूपम् इत्यस्य अपवादः. एङ्गीपररूपम् इति 94 अस्ति. एङ्गीपररूपम् इति 94 अस्ति. परन्तु एतत् युत्सु इति पूर्वसूत्रमस्ति खलु. परन्तु परिभाषया वयं किं दृष्टवन्तः? पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो एव बलीयः इति वयं दृष्टवन्तः. अतः तत्र परसूत्रमेव बलवत् भवितुम् अर्हति. 89 एव बलवत् भवितुम् अर्हति. परन्तु अत्र इदं सूत्रम् एङ्गिपररूपम् इति सूत्रस्य अपवादमिति तत्र दत्तं. वयं दृष्टवान् एतत् विषये समीचीनतया स्पष्टीकरणार्थम् अग्रे आगच्छति एव. इदानीम् एङ्गीपररूपम् अत्र गोदामल् पठितुं शक्यते वा? गोदामल् नास्ति. अस्तु, अत्र किम् अञ्जना पठतु. एङ्गीपररूपम् आवर्णात् तात् उपसर्गात् एकारादि ओकारादि धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति, प्रायोगः येजते प्रयेजते, येजते इति एङ् एज् एज्रू एज्रू दीप् दीप्तौ धातोः लट् लकारस्य प्रथमपुरुषै पुरुषैकवचनरूपस्य रूपम् आवन्नात् ओम् शब्दे परे आङ्गशब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति, शिवाय शिवाय ओम् नमः इत्युक्ते शिवयोम् नमः। इदानीं पश्यतु एङि पररूपम् आवर्णात् उपसर्गात् एकारादि ओकारादि धातुरूपे, एकारः अस्ति ओकारः अस्ति चेत् धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति, पररूपमेव आदेशः भवति। इदानीम् अत्र प्रायोगः एजते इति अस्ति चेत् अत्र प्र इति उत्तरवर्ति अकारः तिष्ठति, एजते अपि तिष्ठति एकारः, अत्र प्रेजते प्रेजते इति भवति, प्रेजते मेलनेन प्रेजते एव एङ्गः पररूपमिति, प्रैजते इति नास्ति, प्रेजते एतत् मनसि स्थापनीयमेव, किं किम् अस्ति किं किम् अभवति, वृद्धिरेचि इति अस्ति अत्र, अत्रैव इति वृद्धिः भवति, एति एतत् त्युत्सु इति स्वीकुर्मः चेत् अत्र अपि वृद्धिः भवति, एङ्गी पररूपम् इति स्वीकुर्मः चेत् पररूप आदेशः भवति, प्रेजते एव भवति। एज्रु इति धातुः स्वीकुर्मः चेत् लट्लकार प्रथमपुरुषे एकवचनं, प्रेजते प्रेजेते प्रेजन्ते इति भवति खलु। इदानीम् इदं सूत्रं वृद्धिरेचि इत्यस्य अपवादः, वृद्धिरेचि इति 88 अस्ति, एङ्गिपररूपम् इति 94 अस्ति, इदानीम् एङ्गिपररूपमेव बलवत् भवति इति तत्र दत्तम्। इदानीमत्र सुब्रह्मण्यन् पठतु। सुब्रह्मण्यन् अस्ति वा महोदय? अस्तु अस्तु पठतु। आमाङ्गोश्च ओमाङ्गोश्च ओमाङ्गोश्च अवर्णात् ओम् शब्दे परे आङ् शब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति, शिवाय ॐ नमः शिवायोम् नमः। इदं सूत्रं वृद्धिरेचि इत्यस्य अपवादः। इदानीं पश्यतु उदाहरणरूपेण शिवाय यकार उत्तरवर्ति अकारः तिष्ठति, अनन्तरम् ओ अस्ति, किम् अस्ति अत्र आवर्णात् ओम् शब्दे परे आङ् इति शब्दमस्ति शब्दे परे चेत् संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति, पररूपमेव अत्र ओ इति अस्ति, अतः तत्र शिवायोम् नमः यकार अस्ति अत्र मेलनेन पररूपमेव अत्र ओ इति एव भवति, शिवायोम् शिवायोम् नमः इति भवति। इदानीम् एतत् सूत्रं पररूपमेव अत्र ओकारः एव बलवत् भवति इति, एतदपि ओमाङ्गोच्च इति सूत्रमपि विर्दिरेचि इति सूत्रस्य अपवादः बलवत् भवति इति, विर्दिरेचि 88 अस्ति, ओमाङ्गोच्च 95 अस्ति। इदानीमत्र किं किम् अभवत् इति स्पष्टीकरणार्थं यत् प्रकोष्ठे तत्र दत्तं, यत् प्रकोष्ठे तत् दत्तम् अत्र पृथक्तया एतत् मिलित्वा अत्र दत्तं तावदेव। अत्र अनिल् महोदय पठतु. अवयोग एहि इति स्थितौ वृद्धिरेचि इति सूत्रम् आदौ प्रसक्तम् अस्ति, किन्तु तत्सूत्रं प्रभाद्य एङि पररूपम् इत्यनेन पररूपादेशः प्राप्तः अस्ति. यतोहि अन्तादिवच इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः. तस्माच्च इण् इत्यस्य धातुत्वं स्वीक्रियते, अपि च तत् इदानीम् एजादिः अपि अस्ति. किन्तु एङ्गिपररूपम् इति सूत्रं बाधित्वा एते धत्युट्सु इत्यनेन वृद्धेकादेशः प्राप्तः अस्ति. यतोहि अन्तादिवच इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः. तस्माच्च इण् इति धातुत्वं स्वीक्रियते. अधुना ओमाङ्गोश्च इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति, यतोहि अन्तादिवच इत्यनेन एहि इत्यत्र यः एकारः सः आयोग इ इत्यनयोः प्रतिनिधिः. तस्माच्च आङ्गत्वं स्वीक्रियते. अन्तादिवच्च इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति. एते धत्युत्सु इति सूत्रं यथा एङ्गिपररूपम् इति सूत्रस्य अपवादः, तथा ओमाङ्गोश्च इत्यस्यापि अपवादः अस्ति वा? अस्तु, इदानीमत्र अन्त आदि किम् अत्र अस्ति चेत् एतत् किञ्चित् मनसि स्थापनीयमेव. 6184 पश्यतु, अत्र भवानेव पठतु. अत्र एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति. इदानीम् अत्र उल्टो भवति खलु, पूर्वशब्दस्य अन्तिमवर्णः, पूर्वं यत् शब्दं वर्णः अस्ति एतत् आदिवत् एव भवति खलु? आम्. इदानीमत्र उल्टा भवति, पूर्वशब्दस्य अन्तिमवर्णवत्. वत् इति किं सूचयति, कोऽपि जानन्ति वा? वत् इत्युक्ते किम्? इव. उत्तमम्, इव एव. पूर्वशब्दस्य अन्तिमवर्णः अन्तिमवर्णवत्. सो पूर्वशब्दम् अन्तिमवर्णः वत् इव. अनन्तरं तथा परशब्दः सर्वदा किं भवति, अन्तिमवर्णः एव खलु, परशब्दः सर्वदा अन्तिमवर्णः, परन्तु अत्र उल्टा भवति, आदिवर्णवत् इति. युको एनर्जि इति अस्ति, परन्तु अत्र सम्प्रसारणम् इत्युक्ते किम्? युको एनर्जि इकः स्थाने यणादेशः भवति, परन्तु अत्र सम्प्रसारणं किं भवति, यना उल्टा भवति यन् स्थाने इक आदेशः भवति उल्टा भवति अत्र एतत् किञ्चित् किं किम् अभवत् इति मनसि स्थापनीयमेव इको यनचि इति इकः स्थाने यनादेशः सम्प्रसारणमित्युक्ते यन् स्थाने इक आदेशः तदेव अत्र पूर्वशब्दस्य अन्तिमवर्णवत् एव अत्र स्मरन्तु पूर्वशब्दः अन्तिमवर्णवत् इव अनन्तरं परशब्दः आदिवर्णवत् इव एतदेव अन्तादिवच्च इति सूत्रं सूचयति अतः तत्र पश्यतु अवयोगः एहि इति स्थितौ वकार उत्तरवर्ति अकारः अस्ति ये अस्ति मेलनेन किमस्ति अत्र अवैः इति वयं द्रष्टुं शक्यते एव इदानीम् अत्र एक अत्र योगः एव अत्रैव विरुद्धरेचि इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत् सूत्रं प्रबाद्य एङि पररूपम् इत्यनेन पररूप आदेशः प्राप्तः अस्ति एङि पररूपम् इति अत्र इदं सूत्रं विरुद्धरेचि इत्यस्य अपवादः परन्तु विरुद्धरेचि तु 88 अस्ति एङि पररूपम् इति 94 अस्ति सुलभतया वक्तुं शक्यते एव किम् अस्ति अत्र परिभाषा किम् अस्ति अत्र कोऽपि साधारणतया वक्तुं शक्यते खलु पूर्वपर नित्य अन्तरङ्ग अपवादनम् उत्तर उत्तर बलियः इति अत्र पूर्वसूत्रम् 88 अस्ति परसूत्रं 94 अस्ति अतः परसूत्रं बलवत् भवति इति वयं द्रष्टुं शक्यते एव वक्तुं शक्यते एव इदानीम् अत्र एङ्गिपररूपम् इत्यनेन पररूप आदेशः प्राप्तः अस्ति यतोहि अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः एहि इति एकारः यत्र अस्ति अवयो एहि इति वयं दृष्टवन्तः खलु एहि इत्यत्र यः एकारः सः आयोगः इ इत्यनयोः प्रतिनिधिः तस्मात् च इन् प्रत्ययस्य धातुत्वं स्वीक्रियते अपि च तत् इदानीम् एजादिः अपि अस्ति आयोगः इ इति अस्ति मेलनेन एकारः भवति अतः तत्र किं भवति एजादिः भवितुम् अर्हति एव किन्तु एङ्गिपररूपम् इति सूत्रं बाधित्वा एतेदत् युत्सु इत्यनेन वृद्धि एकादेशः प्राप्तः अस्ति किमर्थं किं भवति अत्र एङ्गिपररूपम् इति वयं प्रजते प्रेजते इति वयं द्रष्टुम् अत्र शक्यते इदानीम् एङ्गिपररूपं सूत्रं बाधित्वा पूर्वसूत्रमस्ति 89 अस्ति उपायोगः एति इति अस्ति पकारमेलनेन अकारः एकारः अस्ति अतः तत्र उप इति भवति किमर्थम् अत्र भवति एङ्गिपररूपम् इति सूत्रं बाधित्वा एति एतत् युत्सु इत्यनेन वृद्धिः एकादेशः प्राप्तः अस्ति यतोहि अत्र किं भवति अन्तादिवच्च इत्यनेन एहि इत्यत्र यः एकारः सः आ योगः इ इत्यनयोः प्रतिनिधिः तस्मात् च इन् इति धातुत्वं स्वीक्रियते अत्र अन्तादिवच्च इत्यनेन एव अन्तादिवच्च पूर्ववर्णः अन्तिमवर्णः इव अन्तिमवर्णः आदिमवर्णः इव इति अत्र अन्तादिवच्च इति सूत्रम् अत्र दत्तम् आयोगः इ इदानीम् आदिमवर्णः अकारः अस्ति इ इति परवर्णः अस्ति इदानीम् अत्र परवर्णः इ इति स्थाने किं भवति किं भवितुम् अर्हति इ स्थाने ए जाति भवितुम् अर्हति खलु एकारः भवितुम् अतः तत्र प्रतिनिधिः इत्यनेन अतः एव वयं अन्तादिवच्च पूर्ववर्णः अन्तवर्णः इव परवर्णः आदिवर्णः इव एतत् इत्यनयोः प्रतिनिधिः तस्मात् च इन् इति धातुत्वं स्वीक्रियते अधुना ओमाङ्गोच्च इत्यनेन पररूप एकादेशः प्राप्तः अस्ति, पररूपमेव. इदानीमत्र शिवाय ओम् नमः, इत्र यकार उत्तरवर्ती अकारः अस्ति, परन्तु अत्र ओकारः अग्रे आगच्छति, अत्र पररूपमेव एकादेशः भवति. किमपि अत्र क्लेशः नास्ति. इदानीं यकार उत्तरवर्ती अकारः ओकारः मेलनेन ओकारः एव आगत्य कार्यं करोति. अतः तत्र अन्तादिवच इत्यनेन एहि इत्यत्र यः एकारः, इदानीम् इकारस्य स्थाने एकारः, सः आयोः इ इत्यनयोः प्रतिनिधिः, तस्मात् च आङ्त्वम् आङ्त्वं स्वीक्रियते. इदानीमत्र प्रतिनिधिः ओमाङ्गोच्च इत्यनेन, ओमाङ्गोच्च इत्यनेन एतत् किं भवति अत्र, ओमाङ्गोच्च इत्यनेन ओ अनन्तरं किम् अस्ति, ओम् शब्दः अनन्तरं किम् अस्ति, आङ् शब्दः. आङ् इति किम्, आङ् इति किम्, शान्त उपसर्गः. इदानीमेव मया सूचितं खलु 22 उपसर्गाः तिष्ठन्ति इति. इदानीम् आवर्णात् ओम् शब्दे परे, आङ् शब्दे च परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः, अतः एव ओ इति अत्र पररूपमस्ति. एतत् मेलनेन शिवायोम् नमः इति भवति, शिवायोम् नमः इति. इदानीमत्र अन्तादिवच्च इत्यनेन एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णात् तदा परशब्दस्य आदिवर्णात्, एतदेव अन्तादिवच्च इति सूत्रं वदति. वयं किं स्वीकुर्मः, आदिवर्णः चेत् आदिवर्णः एव, परवर्णः अस्ति चेत् अन्तिमवर्णः एव, परन्तु अत्र अन्तादिवच्च सूत्रं किम् उल्टा भवति. अत्र आदिवर्णः तु अन्तिमवर्णः इव, अन्तिमवर्णः तु आदिवर्णः इव. इदानीमत्र एकादेशः पूर्वशब्दस्य अन्तिमवर्णत्वात् वर्णवत् तदा परशब्दस्य आदिवर्णवत् भवति, अतः एव अत्र एतत् युट्सु इति सूत्रं, यथा एङि पररूपम् इति सूत्रस्य अपवादः. एतत् युट्सु इति सूत्रमस्ति, उपयोग एति उपैति इति भवति, अत्र वृद्धिः भवति. इदानीं किं भवति, एति एतत् युत्सु इति सूत्रम् एङ्गिपरसूत्रस्य अपवादः. एङ्गिपररूपम् इति परसूत्रमस्ति, 94 अस्ति, अत्र प्रेजते एव प्रायोग एजते, प्रेजते एव अत्र एजुरु धातोः लट्लकारस्य प्रथमपुरुषे एकवचनम्, अत्र पूर्वपरयोः एकः पररूपः एव आदेशः भवति, एजते एव अत्र भवति, प्रेजते अत्र वर्णमेलनमेव. अतः तत्र एङि पररूपम् इति सूत्रम् एतत् युत्सु इत्यस्य अपवादः भवति इति, अन्तादिवच्च इत्यनेन. इदानीम् इति सूत्रस्य अपवादः तथा ओमाङ्गुचु इत्यस्य अपि अपवादः अस्ति वा इति अत्र प्रश्नः उदेति. अत्र बहुवारम् एतत् पठितव्यमेव, अन्तादिवच्च किम् अस्ति, ओमाङ्गुच्च, अत्र प्रकोष्ठे अस्ति सूत्रक्रमः, एतत्र पुनरपि पुनरपि पठतु, अनन्तरमेव अत्र मनसि भवति एव किमर्थम् अत्र एतत् सूत्रम् आगत्य कार्यं करोति, पूर्वसूत्रं किं, परसूत्रं किं, पूर्ववर्णः बाधन्ते वा, परवर्णः बाधन्ते वा, पूर्वपरयोः किम् अत्र भवति इति. अत्र चत्वारः सूत्राणि सन्ति, एतत् समीचीनतया पठतु, अत्र मया ग्रूप् मध्ये अपि प्रेषितुं शक्नोति एव. सुब्रह्मण्येन मया अत्र प्रेषितं, ग्रूप् मध्ये कृपया प्रेषयतु. अत्र सुब्रह्मण्येन अस्ति खलु, भवतः नाम एव अत्र प्रथमम् आगच्छति, अतः मया अत्र प्रेषितं, ग्रूप् मध्ये प्रेषयतु. सुब्रह्मण्येन अस्ति वा? अत्र सूत्रक्रमः अस्ति, पुनरपि पुनरपि पठतु. पूर्वमेव मया प्रेषितं, परन्तु अद्यपि इदानीं मया प्रेषितमेव. अत्र किमस्ति अञ्जना, अन्तिममङ्गलश्लोकं वदतु. अञ्जना अस्ति वा? गोदमल अस्ति वा? मङ्गलश्लोकं वक्तुम् इच्छति वा? अस्तु, शान्ता वदतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीहरिः ओं श्रीगुरुभ्यो नमः. हरिः ओं हरिः ओं हरिः ओं. सर्वेभ्यो नमस्कारः. सर्वेभ्यः नमस्कारः, शुभदिनं. अत्र चत्वारः सूत्राणि चत्वारः मया प्रेषितमेव, किञ्चित् पठतु. अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनम्.